किं पुनः तदेकम् अनेकदा भिन्नं करणमिति उच्यते. यदुक्तं पुरस्तात् प्रजानां रेतो हृदयं, हृदयस्य रेतो मनः, मनसा सृष्टा आपश्च वृणश्च, हृदया तु मनः मनसः चन्द्रमः. तदेव एतद्हृदयं मनश्च, एकमेव तदनेकदा. एतेन अन्तःकरणेन एकेन चक्षुर्भूतेन रूपं पश्यति, श्रोत्रभूतेन शृणोति, ग्रहणभूतेन जिघ्रति, वाग्भूतेन वदति, जिह्वाभूतेन रसयति, स्वेनैव विकल्पनारूपेण मनसा सङ्कल्पयति, हृदयरूपेण अध्यवस्यति. तस्मात् सर्वकरणविषयव्यापारकम् एकम् इदं करणं सर्वोपलब्ध्यर्थम् उपलब्धम्. तथा च कौशीतकिनां प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामानि आप्नोति, प्रज्ञा चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाणि आप्नोति इत्यादि. वाचसनेके च मनसा ह्येव पश्यति, मनसा शृणोति, हृदयेन हि रूपाणि विजानाति इत्यादि. तस्मात् हृदयमनोवाच्यस्य सर्वोपलब्धिकरणत्वं प्रसिद्धं. तदात्मकश्च प्राणः, यो वै प्राणः सा प्रज्ञा, या वै प्रज्ञा स प्राणः इति हि ब्राह्मण. करणसंहतिरूपश्च प्राण इत्यवोचाम प्राणसंवादात्. तस्मात् यत् पद्भ्यां प्रापद्यत तद्ब्रह्म तदुपलब्धुः उपलब्धिकरणत्वेन गुणभूतत्व नैव तद्वस्तु ब्रह्म उपास्य आत्मा भवितुमर्हति. पारिशेषं यस्य उपलब्धुः उपलब्ध्यर्था एतस्य हृदयमनोरूपस्य करणस्य वृत्तयो वक्ष्यमाणः स उपलब्ध उपास्यात्मानः अस्माकं भवितुमर्हति इति निश्चयं कृतवन्तः. तदन्तःकरणोपाधिस्तस्य उपलब्धुः प्रज्ञानरूपस्य ब्रह्मणः उपलब्ध्यर्था या अन्तःकरणवृत्तयः बाह्यान्तर्वर्तिविषयविषयः ता इमा उच्यन्ते संज्ञानं संज्ञप्तिः चेतनभावः, आज्ञानम् आज्ञप्तिः ईश्वरभावः, विज्ञानं कलादिपरिज्ञानं, प्रज्ञानं प्रज्ञप्तिः प्रज्ञत, मेध ग्रन्थधारणसामर्थ्यं, दृष्टिः इन्द्रियद्वारा सर्वविषयोपलब्धिः, धृतिः धारणम् अवसन्नानां शरीरेन्द्रियाणां यया उत्तमनं भवति, धृत्या शरीरं मद्वहन्ति इति हि वदन्ति. मतिः मननं, मनीषा तत्र स्वातन्त्र्यं, ज्योतिः चेतसो रुजादिदुःखित्वभावः, स्मृतिः स्मरणं, सङ्कल्पः शुक्लकृष्णादिभावेन सङ्कल्पनं रूपाधीनं, क्रतुः अध्यवसायः, असुः प्राणनादिजीवनक्रियानिमित्ता वृत्तिः, कामः असन्निहितविषयाकाङ्क्षा तृष्णा, वशः स्त्रीव्यतिकरादिविलासः इत्येमाद्य अन्तःकरणवृत्तयः उपलब्धुः उपलब्ध्यर्थत्वात् शुद्धप्रज्ञानरूपस्य ब्रह्मणः उपाधिभूतः तदुपाधिजनितगुणनामधेयानि संज्ञानादीनि सर्वाणि एव एतानि प्रज्ञप्तिमात्रस्य प्रज्ञानस्य नामधेयानि भवन्ति, न स्वतः साक्षात्. तथा च उक्तं प्राणन्नेव प्राणो नाम भवति इत्यादि. एष ब्रह्म, एष इन्द्र, एष प्रजापतिः, एते सर्वे देवाः, इमानि च पञ्चमहाभूतानि, पृथिवी, वायुरकाश, आपो, ज्योतिं, क्षितिम्, एतानि इमानि च क्षुद्रमिश्राणि वयं, बीजानि इतराणि च इतराणि चाण्डजानि च जारुजानि च श्वेतजानि च उद्भिजानि च अश्वा, गावः, पुरुषः, हस्तिनो, यत्किञ्चिदं प्राणी, जङ्गमं च पतत्रि च यच्च स्थावरम्. सर्वं तत्प्रज्ञानेत्रं, प्रज्ञाने प्रतिष्ठितं, प्रज्ञानेत्रलोकः, प्रज्ञाप्रतिष्ठा, प्रज्ञानं ब्रह्म. स एष प्रज्ञानरूप आत्मा ब्रह्म अपरं सर्वशरीरस्थः प्राणः प्रज्ञात्मा अन्तःकरणोपाधिषु अनुप्रविष्टः जलभेदगत सूर्यप्रतिबिम्बवतु हिरण्यगर्भः प्राणः प्रज्ञात्मा. एष एव इन्द्रः गुणः देवराजो वा. एष प्रजापतिः यः प्रथमजः शरीरे, यतो मुखादिनिर्भेदद्वारेण अग्न्यादेव लोकपालाः जाताः, स प्रजापतिः एष एव. येऽपि एते अग्न्यादयः सर्वे देव एष एव. इमानि च सर्वशरीर उपादानभूतानि पञ्चपृथिव्यादीनि महाभूतानि अन्न अन्नादत्वलक्षणानि एतानि. किञ्च इमानि च क्षुद्रमिश्राणि, क्षुद्रैः अल्पकैः मिश्राणि. इव शब्दः अनर्थकः. सर्पादीनि बीजानि कारणानि इतराणि च द्वैराश्येन निर्दिश्यमानः. कानि तानि उच्यन्ते? अण्डजानि पक्ष्यादीनि, जारुजानि जरायुजानि मनुष्यादीनि, स्वेदजानि युवकादीनि, उद्भिज्यानि च वृक्षादीनि, अश्वाः गावः पुरुषाः हस्तिनः अन्यच्च यत्किञ्च इदं प्राणि। किं तन् जङ्गमं यच्चलति पद्भ्यां गच्छति, यच्च पतत्रि आकाशेन पतनशीलं, यच्च स्थावरम् अचलं, सर्वं तत् अशेषतः प्रज्ञानेत्रं, प्रज्ञप्तिः प्रज्ञा तच्च ब्रह्मैव नीयते अनेन इति नेत्रं। प्रज्ञानेत्रं यस्य तदिदं प्रज्ञानेत्रं। प्रज्ञाने ब्रह्मणि उत्पत्तिस्थितिलयकालेषु प्रतिष्ठितं। प्रज्ञाश्रयमित्यर्थः। प्रज्ञानेत्रो लोकः पूर्वत्। प्रज्ञाचक्षुर्वा सर्व एव लोकः। प्रज्ञाप्रतिष्ठा सर्वस्य जगत्। तस्मात् प्रज्ञानं ब्रह्म। तदेत प्रत्यस्तमितसर्वोपाधिविशेषं स तु निरञ्जनं निर्मलं निष्क्रियं शान्तम् एकम् अद्वयं नेति नेति इति सर्वविशेष अपोहसंवेद्यं सर्वशब्दप्रत्यय अगोचरं तदत्यन्तविशुद्धप्रज्ञोपाधिसम्बन्धेन सर्वज्ञम् ईश्वरं सर्वसाधारण अव्याकृतजगद्बीजप्रवर्तकं नियन्तृत्वात्तु अन्तर्यामिसंज्ञं भवति। तदेव व्याकृतजगद्बीजभूतबुद्ध्यात्माभिमानलक्षणं हिरण्यगर्भसंज्ञं भवति। तदेव अन्तः अण्डोद्भूतप्रथमशरीरोपाधिमतु विराट् प्रजापतिसंज्ञं भवति। तदुद्भूत अग्न्यादि उपाधिमद्देवतासंज्ञं भवति। तथा विशेषशरीरोपाधिष्वपि ब्रह्मादिस्तम्भपर्यन्तेषु तत्तन्नामरूपलाभब्रह्मण। तदेव एकं सर्वोपाधिभेदभिन्नं सर्वैः प्राणिभिः तार्किकैश्च सर्वप्रकारेण ज्ञायते विकल्पिते च अनेकत। एतमेके वदन्ति अग्निं मनम् अन्ये प्रजापतिम्, इन्द्रमेके अपरे प्राणम् अपरे ब्रह्मशाश्वतम् इत्याद्य स्मृतिः। स एतेन प्रज्ञेन आत्मना अस्माल्लोकाद् उत्क्रम्यामस्मिन् स्वर्गे लोके सर्वं कामानात्वम् अमृतः समभवतु समभवतु। स वामदेवो अन्यो वा एवं यथोक्तं ब्रह्मवेद प्रज्ञेनात्मन। येनैव प्रज्ञेन आत्मना पूर्वे विद्वांस अमृता अभूवन् तथा अयमपि विद्वान् एतेनैव प्रज्ञेनात्मना अस्माल्लोकाद् उत्क्रम्य इत्यादि व्याख्यातम्। अस्माल्लोकात् उत्क्रम्य अमुष्मिन् स्वर्गे लोके सर्वान् कामान् आप्त्वा अमृतः समवतु समवतु इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ ऐतरेयोपनिषद्भाष्यं सम्पूर्णम्।